ब्रह्मा परमेश्वरगुरुदेवो महेश्वरः भगवद्गौरवं तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र लक्षणम् अपि लक्षणवाक्यं तत्र लक्षणं लक्ष्यम् इति दृष्टवन्तः अपि इदानीं तत्र लक्षणवाक्यस्य स्वरूपं कीदृशं भवेत् इति अस्माकं प्रवर्तमानविषये अस्ति किन्तु केचन विषयाः वयं गतवर्गे पठितवन्तः तान् विषयान् अधिकृत्य तत्र आदौ तत्र प्रेमलता भगिन्याः उपस्थापनं वर्तते अतः कृपया प्रेमलता भगिनी नमस्कारः श्रूयते वा महोदय किञ्चित् उच्चैः भवति चेत् उत्तमं भवति भगिनि किन्तु श्रूयते श्रूयते वा श्रूयते भगिनि अस्तु महोदय श्रीगुरुभ्यो नमः नमस्कारेभ्यः गतवर्षे विशदीकृतविषयान् पुनस्मारणरूपेण संक्षेपेण वदामि तर्कसूत्रग्रन्थे उद्देशभागे नामनिर्देशनं कृतं तस्मिन् विद्यमानविषयक्रमानुसारेण सप्तपदार्थेषु आदौ उक्तद्रव्ये प्रथमद्रव्यं पृथिवीं स्वीकृत्य तस्यां वर्तमानानां लक्षणादीनां निरूप्यते लक्षणभागे यः कोऽपि पदार्थस्य ज्ञातुमिच्छा भवति तस्य पदार्थस्य शास्त्रे लक्ष्यम् इति उच्यते तस्मिन् विद्यमानविलक्षणपदार्थस्य वैशिष्ट्यं वा गुणः वा असाधारणधर्मः वा तस्य लक्षणम् इति ज्ञायते उदाहरणत्वेन गोः सासना इति विलक्षणपदार्थस्य गोः लक्षणम् इति स्वीक्रियते सः लक्षणपदार्थः लक्ष्ये भवेत् लक्ष्यसमानविजातीयेषु लक्ष्यसमानजातीयेषु भवेत् आलक्ष्येषु कुत्रापि मा भवेत् इति भवति एतस्य व्यावहारिकवाक्यस्य न्यायशैल्यां वर्णनं भवति एवं विधेन लक्ष्यसामान्यवृत्तित्वम् आलक्ष्य अवृत्तित्वम् इति एवं विधना भवति चेत् पदार्थः न तु लक्षणं किन्तु लक्षणाभासः इति भवति तादृशपदार्थाः दोषग्रस्ताः इति उच्यते दोषाः त्रिविधाः भवन्ति प्रथमदोषः अव्याप्तिदोषः न्यायशास्त्ररीत्या एकदेश अवृत्तित्वम् इति कथ्यते विवरणं भवति लक्षणपदार्थः सर्वेषु लक्ष्येषु न वर्तते अपि केषुचित् एव वर्तते इति द्वितीयदोषः अतिव्याप्तिदोषः न्यायशैल्याम् अलक्ष्यवृत्तित्वम् इति उक्तं विवरणं भवति लक्षणपदार्थः लक्ष्येषु अलक्ष्येषु अपि वर्तते इति तृतीयदोषः असम्भवदोषः न्यायशास्त्ररीत्या लक्ष्यसामान्य अवृत्तित्वम् इति कथ्यते विवरणमस्ति लक्षणपदार्थः लक्ष्ये अपि च लक्ष्यसमानजातीयेषु न वर्तते तादृशलक्षणं दुष्टः लक्षणाभासः भवति एते त्रिदोषराशित्यस्य वृत्तित्वमेव लक्षणं भवति गन्धे दोषत्रयराहित्यवृत्तित्वम् अस्ति एवं गन्धः पृथिव्याम् अस्ति इति कृत्वा असम्भवदोषराहित्यमस्ति सर्वेषु पार्थिवपदार्थेषु वृत्तित्वम् इति कृत्वा अव्याप्तिदोषराहित्यमस्ति अपि इतरेषु पदार्थेषु अवृत्तित्वम् इति कृत्वा अतिव्याप्तिदोषराहित्यमस्ति अतः त्रिदोषराहित्यवृत्तित्वात् गन्धः स्थितिव्याः लक्षणम् इति स्वीकर्तुं शक्नुमः एवं पृथिवी गन्धवती इति लक्षणवाक्यस्य निरूपणं भवति नित्यत्वादिविभागे पृथिव्याः द्वैविध्यवर्णनं कृतमस्ति. नित्याः परमाणुरूपा, अनित्या कार्यरूपा इति द्विधा पृथिवी. किमपि कार्यात् पूर्वं रागभावः वर्तते, अनन्तरं ध्वंसः अपि वर्तते केनापि कारणेन. कार्यकारणभावः अत्र वर्तते एव. यस्य प्रागभावः प्रतियोगित्वं ध्वंसप्रतियोगित्वं च वर्तते सः अनित्यः. अनित्यपृथिवी इत्युक्तौ रागभावोऽपि वर्तते, ध्वंसोऽपि वर्तते. अतः रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वम् अनित्यत्वम् इति वर्णनं भवति. तादृशी पृथिवी अनित्या, सा कार्यरूपा पृथिवी इति भवति. एवम् अनित्यत्वे ज्ञाते सति तदभावः नाम अनित्यस्य अभावः नित्यत्वं भवति यत् गगनादौ वर्तते. न्यायशैल्याम् एवंविधवाक्यं भवितुमर्हति. प्रागभावप्रतियोगित्वाभावे सति ध्वंसप्रतियोगित्वाभावः नित्यत्वम्. इदम् अभावद्वयमेव नित्यत्वं भवति. नित्यत्वयुक्ता सा पृथिवी परमाणुरूपा भवति. पुनः अनित्यपृथिव्याः त्रैविध्यं वर्तते. शरीरेन्द्रियविषयभेदात् शरीरम् अस्माकम् अपि पशुपक्ष्यादिप्राणिनः पार्थिवमेव, नाम पृथिवीजन्यम् अपि गन्धयुक्तं भवति. नासाग्रवर्ती गन्धग्राहकं घ्राणं गन्धविषयज्ञानं जनकम् अस्ति. अन्यैन्द्रियै एतस्य ज्ञानं न भवति, केवलं पार्थिवेन्द्रियेण एव भवति. शरीरेन्द्रियभिन्नाः पदार्थाः विषयाः, ते अपि पृथिवी ज्ञानसम्बद्धाः पार्थिवपदार्थाः गन्धयुक्ताः अपि. एवं नित्यत्वेन युक्ता सा पृथिवी नित्या परमाणुरूपा इति निरूपिता, अनित्यत्वेन युक्ता सा अनित्या पृथिवी कार्यरूपा इत्यपि निरूपिताः. अनन्तरं गन्धवती पृथिवी गन्धवत्वं पृथिव्यां लक्षणम् इत्ययोर्णितम्. नित्यानित्यपृथिव्योः गन्धः अस्ति इति कृत्वा आधारादेयः भावः अस्ति अत्र पृथिव्योः मध्ये. लक्षणस्य लक्षे वृत्तित्वं गन्धपृथिवीं मध्ये आधारादेयभावः अस्ति इति ज्ञायते. गन्धः आदेयः, पृथिवी आधारः, गन्धनिष्ठा आदेयतानिरूपित अधिकरणता पृथिव्याम् अस्ति इति वाक्यं निरूपयति आधारादेयभावस्य. परन्तु गन्धवती पृथिवी इति लक्षणवाक्यम् अपि तदितरलक्षणवाक्यानि यथा शीतस्पर्शवत्तेः आपः नीरोगतः उष्णस्पर्शवत्तेजः इत्यादयः यानि लक्षणवाक्यानि सन्ति सङ्ग्रहग्रन्थे, तानि लौकिकव्यवहाराः इव भवन्ति इति वैयायिकाः चिन्तनमस्ति. अतः ते गन्धवती पृथिवी इति अनुक्त्वा गन्धवत्वं पृथिव्याः लक्षणमिति उच्यन्ते. तयोः लक्षणवाक्ययोः मध्ये भेदः कः इति अग्रे निरूपणं भवति. धन्यवादः महोदय. धन्यवादः भगिनि. बहु समीचीनमस्ति, सन्देहांशाः आसन्. किन्तु तत्र ध्वनेः काचित् समस्या आसीत् इति मन्ये भगिनि, सर्वे युक्त न श्रुतवन्तः इति मन्ये. किन्तु चित्रम् अस्तु, भवती तत्र मां प्रेषयतु, तत्र पुनः एकवारं ध्वनिमुद्रणं कृत्वा प्रेषयतु. अहं वाट्साप् मध्ये तां ध्वनिमुद्रणं स्थापयामि. सम्यक् न श्रूयते महोदय. अस्ति भगिनि, किन्तु अहं श्रुतवान् समीचीनमासीत्, किन्तु सर्वेषां कृते तत्र श्रवणं समीचीनम् आसीत् इति नास्ति, अतः तत्र पुनः स्थापनं तत्र ध्वनिमुद्रणं भवती प्रेषयतु वाट्साप् माध्यमेन अथवा ईमेल् माध्यमेन. अहं तत्र वाट्साप् ग्रूप् मध्ये अहं स्थापयामि. धन्यवादः भगिनि, समीचीनमेव आसीत्. धन्यवादः. अस्तु तर्हि तत्र आरम्भं कुर्मः. तर्हि तत्र अस्माकं प्रवर्तमानः विषयः अस्ति तत्र लक्षणवाक्यं, तत्र गन्धवती पृथ्वी अपि गन्धवत्वं पृथ्वीलक्षणम् इति अस्ति. ततः एव आरभ्य किञ्चित् परिशीलयामः तत्र. अस्तु, आदौ तत्र पुटसङ्ख्या अस्ति 40, पेज् 40, तत्र आदौ अस्तु. तत्र गतवर्गे ये न पठितवन्तः तत्र आना भगिनी आरम्भं कर्तुम् इच्छति वा भगिनी? तत्र गन्धवती पृथ्वी, गन्धवत्पृथ्वीलक्षणम् इत्यनयोः भेदनिरूपणम् इति ततः आरभ्य. अस्तु, प्रयासं करोमि. गन्धवती पृथ्वी, पृथ्वी गन्धवत्वं पृथ्वी लक्षणम् इत्यनयोः भेदनिरूपणम्. उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधाराध्येयभावः. तथा जलस्थले शीतस्पर्शः अपां लक्षणम् इति, अत्र अपि शीतस्पर्शः आधेयः अपः जलम् अधिकारणम्. शीतस्पर्शे अधेयता तन्निरूपिता अधिकारणता जले, अधिकारणताश्रयः जलम्, अधिकारणताश्रयत्वं जले अस्ति इति समन्वयः. लाक्षणस्य लाक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इत्युच्यते. अत्र गन्धवती पृथ्वी गन्धवत्वं पृथ्वी लक्षणम्, अत्र एतयोः पदयोः पदार्थयोः भेदः कः इत्युक्ते गन्धवती गन्धवत्वम्. एकम् एकलक्षणवाक्यम् अस्ति गन्धवती पृथ्वी, अन्यत् वाक्यं किम् अस्ति? गन्धवत्वं पृथ्वीलक्षणम्. तत्र पृथिवीलक्षणम् अथवा तत्वा व्यस्तरूपेण वदामश्चेत् पृथिव्याः लक्षणं, तत्र षष्टी रूपं भवति पृथिव्याः लक्षणं, गन्धवत्वं पृथिव्याः लक्षणं. द्वयमपि लक्षणवाक्यं, तत्र गन्धवती पृथ्वी तर्कसङ्ग्रहे अस्ति, किन्तु इदानीं तत्र गन्धवत्वं पृथ्वीलक्षणम् इति वक्तुम् इच्छामः किमर्थम्? तयोः मध्ये, वाक्ययोः मध्ये कः भेदः इति उच्यते. अस्तु, अतः तत्र किञ्चित् पठित्वा एतं परिच्छेदं वयं वर्गे पठितवन्तः, किन्तु पुनः एकवारं पठित्वा अग्रे सरामः. अस्तु, उभयविधिपृथिव्यः गन्धरूपस्य लक्षणस्य च अस्ति आधाराधेयभावः. तत्र पृथिव्यां गन्धम् अस्ति इत्युक्ते तयोः मध्ये आधाराधेयभावः अस्ति. तथा जलस्थले शीतस्पर्शः अपां लक्षणमस्ति इत्युक्ते जलमपि अस्ति, तस्य जलस्य गुणः शीतस्पर्शः अस्ति, तेषामपि आधाराधेयभावः अस्ति. अत्र जलम् अधिकारणं शीतस्पर्शः इत्युक्ते अधेयम्. अत्र अपि गन्धं पृथ्वी, पृथ्वी इत्युक्ते अधिकारणं, गन्धम् इत्युक्ते अधेयम्, इदानीं प्रश्नः किमपि लक्ष्यम् इति स्वीकुर्मः, किं कोऽपि पदार्थः अस्ति तं पदार्थं वयं लक्ष्यम् इति स्वीकुर्मः चेत् लक्षणं कुत्र भवति? लक्षणं लक्ष्ये भवति. लक्षणं लक्ष्ये भवेत् खलु, यतोहि तत्र विशिष्टधर्मः अस्ति लक्षणम्, अतः तत्र लक्षणं लक्ष्ये अस्ति इति भवति. अतः तत्र लक्षणम् अपि लक्ष्यं तयोः मध्ये कीदृशभावः भवेत्? आधाराधेय, आधाराधेयभावः. तत्र आधारः कः, आधेयः कः? आधारः लक्षणम्, अधेयः आधारः लक्ष्यम्, अधेयः लक्षणम्. लक्षणं, हा. इदानीं तत्र वयं गन्धः पृथिव्याः लक्षणम् इति वदामश्चेत् तत्र वयं सरलतया अवगन्तुं शक्नुमः तत्र गन्धः पृथिव्याम् अस्ति, यतोहि गन्धः केवलं पृथिव्याम् एव भवति, अपि गन्धः गुणः अस्ति खलु. गन्धस्य आधारः गुणः इति कृत्वा तस्य आधारः द्रव्यं, तत्र केवलं पृथ्वी एव द्रव्यं भवति खलु. किन्तु यदि वयम् अन्यत् किमपि स्वीकुर्मः, तत्र अश्वः इति पदार्थः स्वीकुर्मश्चेत् तत्र लक्षणं किमपि वदामः, किन्तु तद् लक्षणं तत्र लक्ष्ये भवति न वा इति अवगमनं भवतीय न भवति, यथा अभवत्. अतः तत्र यत् अधिक आधाराधेयभावः अस्ति तस्य वर्णनं लक्षणलक्षयोः मध्ये यत् आधारण आधाराधेयभावः अस्ति तस्य वर्णनम् अस्ति समन्वयः, येन वर्ण्यते. तत्र अन्तिमवाक्यं पठतु, तत्र लक्षणस्य लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इच्छ्यते. हा, समन्वयः नाम किं? लक्षणस्य लक्ष्ये विद्यमानत्वं, विद्यमानत्वं नाम अस्तित्वं, लक्षणं लक्ष्ये अस्ति इति येन वर्णयामः सः समन्वयः इति वदामः. अत्र शीतस्पर्शः अपि तत्र जलं तयोः मध्ये तत्र आधारादयभावः अस्ति, अतः वयं जानीमः शीतस्पर्शः लक्ष्ये जले अस्ति, तथैव गन्धः पृथिव्याम् अस्ति, अतः तत्र समन्वयः भवति. अधिक आदेय आदेय आधारादयभावः तत्र भवति. हा, किन्तु यदि तत्र किमपि नूतनं लक्ष्यम् इति स्वीकुर्मः, तत्र लक्षणम् एतदेव अस्ति इति यदि कोऽपि वदति, तत्र प्रश्नः, अस्माकं प्रश्नः भवेत्, अस्तु भवान् एतदेव लक्षणम् इति वदति, अस्तु प्रदर्शयतु तत्र लक्षणं लक्ष्ये अस्ति इति प्रदर्शयतु कृपया इति अस्माकं प्रश्नः भवति. तस्मिन् समये यत् उत्तरं भवति, तद् उत्तरं भवति तत्र समन्वयः नाम लक्षणं लक्ष्ये अस्ति इति तत्र प्रथम उत्तरं तत्र. नो चेत् यदि लक्षणं लक्ष्ये नास्ति चेत् तत्र दोषः भवेत् खलु. अस्तु, समीचीनम्. अस्तु, अग्रे सरामः. तत्र नीता भगिनी अग्रे पठितुम् इच्छति वा? आम् आचार्य, पठामि. परन्तु संग्रहे गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इत्यादिलक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति, यथा शासनादिमती गौः इति लौकिकव्यवहारः, यथा वा नीलो घटः इति व्यवहारः. परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं त्वत्तलादिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्ठीं प्रयुञ्जते यथा गन्धवत्वं पृथिव्याः लक्षणम् इति. अत्र गन्धः यदि लक्षणम् इति स्वीकुर्मः चेत् पृथ्वी लक्ष्यं भवति. तत् अत्र भाववाचक त्वं तल प्रत्ययस्य विषये तत्र तर्कसङ्ग्रहे नाम तत्र मूलग्रन्थे वर्णनं यत् अस्ति तदेव आदौ अस्ति खलु तत्र पुटसङ्ख्या तत्र 37 मध्ये तत्र गन्धवती पृथ्वी इति एव दत्तं खलु. आम् आम् अपि गन्धवती गन्धवत्वं पृथिव्याः लक्षणम् इत्युक्ते गन्धवत् इति वदामः चेत् तत्र त्वं भाववाचकप्रत्ययः. अस्तु अस्तु अस्तु अस्तु हा किन्तु प्रथमतया तत्र वाक्यद्वयमस्ति. प्रथमवाक्यमस्ति गन्धवती पृथिवी, अन्यत्वमस्ति गन्धवत्वं पृथिवी पृथिव्याः लक्षणम्. अतः तत्र प्रथमतया गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इति तत्र लौकिकव्यवहारः इव भवन्ति. नाम तत्र साधारणतया यत् वदामः तत्र घटवत् भूतलम् इति तादृशं भवति. तत्र भूतले घटः अस्ति, घटवत् भूतलम् अतः तत्र लौकिकव्यवहारः इव अस्ति. अथवा नीलो तत्र नीलोघटः इति तादृशव्यवहारः अस्ति. नीलोघटः नाम तत्र नीलोघटः इति वदामः चेत् तत्र भावः कीदृशभावः तत्र नीलः घटः इति अस्ति चेत् तत्र पदद्वयमस्ति तयोः मध्ये कीदृशसम्बन्धः. तत्र नीलः घटः तत् घटे नीलत्वम् अस्ति इति नीलत्वम् इति मास्तु किन्तु नीलः घटः अस्ति. घटः इति पदं, नीलः इति अन्यत् पदं. तत्र उत्तमः बालकः इव अस्ति खलु विशेषभावः. तथैव तत्र गन्धवती इति इत्युक्ते का पृथ्वी, पृथ्वी कीदृशी गन्धवती अस्ति. तत् पृथ्वी विशेषः इति चिन्तयामि विशेषणम् इति भवति. गन्धवती विशेषणम् इति भवतु. तत्र तत्र उन्नतः बालकः इति तत्र यदि वदामः तत्र तादृशपरिस्थितिः अत्रापि अस्ति खलु. गन्धवती पृथ्वी अस्ति. तत्र तयोः मध्ये विशेषणविशेष्य भावः वर्तते. लक्षणवाक्ये गन्धवती पृथ्वी इत्युक्ते गन्धवती विशेषणं, पृथ्वी इति विशेष्यं, तयोः मध्ये तादृशसम्बन्धः अस्ति. किन्तु नैयायिकाः कीदृशवर्णनम् इच्छन्ति? परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं त्वतलादिभाववाचकप्रत्ययं कृत्वा लक्षवाचकपदोत्तरं च षष्ठीं प्रयुञ्जते. इदानीं तत्र पृथ्वी इति स्वीकुर्मः. पृथ्वी लक्ष्यमस्ति चेत् तदनन्तरं षष्ठी इति प्रयोगं, षष्ठीविभक्तिप्रयोगे किं भवति तत्र पृथ्वी पृथिव्याः इति भवति. अपि अतः तत्र लक्ष्यवाचकपदोत्तरं तत्र पृथ्वी इति पदं लक्ष्यं किम् इति उच्यते. अतः पृथ्वी इति लक्ष्यवाचकपदं भवति. तस्मिन्नष्टि पृथिव्याः इति भवति. अपि तत्र लक्षणवाचकपदं तत्र गन्धवती इति अस्ति लक्षणं. तत्र गन्धवती इति लक्षणवाचकपदम् अस्ति. तस्य तत्र त्वतलादिभाववाचकप्रत्ययं तत्र त्व इति भाववाचकपदम् अस्ति इति जानीमः खलु. तत्र पुस्तकम् इति अस्ति चेत् तस्य भावः अस्ति. पुस्तकम् इति पदस्य भावः अस्ति पुस्तकत्वं, पुस्तकत्वम् अथवा पुस्तकता इति तत्र त्व अथवा इति इत्यादि प्रत्ययः. अत्रापि गन्धवती इति अस्ति. तस्य भावः किं भवति? गन्धवत्वं, गन्धवत् इति प्रातिपदिकं, गन्धवत् इति प्रातिपदिकं. तदनन्तरं त्वम् इति योजयामः. गन्धवत्वम् इति भवति. अतः तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति नूतनवाक्यं सिद्धं. तत्र गन्धवती इति पृथिवी इति तत्र विभक्तिका भवति. पृथिवी इति पदस्य विभक्तिका पृथिवी इति पदस्य प्रथमा. गन्धवती गन्धवती अपि प्रथमा प्रथमा, यतोहि विशेषणविशेषे भावः समानमिति. हा, किन्तु गन्धवत्वं पृथिव्याः लक्षणं तत्र पृथिव्याः इति षष्टि षष्टि गन्धवत्वम् इति गन्धवत्वं गन्धवत्वं द्वितीया भवति वा न प्रथमं प्रथमा विभक्ति यतो लक्षणम् अस्ति गन्धवत्वं लक्षणम् अस्ति. पुस्तकलिङ्गे न पुस्तकलिङ्गे तस्य प्रथमा विभक्ति प्रथमं भवति समीचीनं. हा, गन्धवत्वम् इति प्रथमविभक्ति, पृथिव्याः इति षष्टिविभक्ति. अत्र भेदः वर्तते तत्र. अतः तत्र विशेषणविशेषभावः न वर्तते अत्र. भवती पृथ्वी मध्ये विशेषणविशेषभावः अस्ति, गन्धवत्वं पृथिव्याः लक्षणं तत्र विशेषणविशेषभावः नास्ति. अतः तत्र नैयायिकाः द्वितीयवर्णनम् इच्छन्ति न तु प्रथमवर्णनं, किमर्थम् इति प्रश्नः. समीचीनं भगिनी, धन्यवादः. इदानीं तत्र नैयायिकानाम् आशयः कः, किमर्थं द्वितीयवाक्यम् इच्छन्ति इति अग्रे दत्तमस्ति. धन्यवादः भगिनि. अस्तु, अग्रे तत्र गतवर्गे, हा, योगेन्द्रमहोदय भवान् न पठितवान् खलु गतवर्गे, पठति वा? आं पठामि. तेषाम् अयम् आशयः, लक्ष्यगतं कश्चन कञ्चन असाधारणं धर्मं ज्ञात्वा आश्रयस्य लक्ष्यस्य दानं लक्षणविचारे इष्टम्. प्रथमान्तपदैः शासनादिमति गन्धवती शीतस्पर्शवत्यः इत्यादिभिः तु लक्षणमेव निर्दिश्यते, न तु तद्गतधर्मः. शासनादिमतिका गौः एव गन्धवतिका पृथिवी एव शीतस्पर्शवत्यः का कः आपः एव. एवं च लक्ष्यवाचकपदस्य या विभक्तिः तत् समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानः अपि आधार आदयभावः न बुध्येत्. अतः तच्च ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात्. तावत्पर्यन्तं वदतु महोदय. आम् आम्, एकं पठित्वा किञ्चित् वर्णनं करोतु. लक्ष्यगतं कञ्चन असाधारणं धर्मं ज्ञात्वा आश्रयस्य लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टम्. हा, इत्ना इति इत्युक्ते किम्? लक्षणस्य यः असाधारणधर्मः अस्ति, लक्ष्यस्य कोऽपि पदार्थः अस्ति, नाम तत्र पृथ्वी वा जलं वा, तस्य लक्षणम् इच्छामः, तदा वयं किं कुर्मः तस्मिन् पदार्थे? कः लक्षणः अस्ति? हा, विशेषधर्मः नाम असाधारणं धर्मः नाम किम्? असाधारणधर्मः नाम यः धर्मः सर्वत्र न वर्तते तत्तु साधारणधर्मः. सर्वत्र वर्तते नाम सर्वत्र अस्ति साधारणधर्मः. किन्तु असाधारणधर्मः इत्युक्ते यः धर्मः केवलं लक्ष्ये एव वर्तते खलु लक्षणं कुत्र लक्ष्ये एव भवेत् लक्ष्यसमानजातीयेषु भवेत् अपि द्विजातीयेषु मा भवेत् खलु अतः तत्र असाधारणधर्मः तत्र लक्ष्यगतं नाम लक्ष्ये यः धर्मः अस्ति तं धर्मं ज्ञात्वा किं भवति आश्रयस्य आश्रयः लक्षणस्य आश्रयः कः लक्षणस्य आश्रयः पदार्थः लक्ष्यमेव खलु लक्ष्यमेव लक्षणं लक्ष्ये एव भवति अतः लक्षणस्य आश्रयः लक्ष्यं हा इति लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टं नाम तत्र अस्तु तत्र वदतु अग्रे एतस्य वाक्यस्य एव तत्र इतोपि स्पष्टतया वर्णनं भवति अतः तत्र अग्रे अपि पठतु महोदय प्रथमान्त पदैः शासनादिमति गन्धवती सिद्धस्पर्श्यवत्यः इत्यादिभिः तु लक्ष्यम् एव निर्दिश्यते न तु तद्गतधर्मः नाम तत्र लक्षणस्य ज्ञानं ज्ञानेन तत्र लक्षणं लक्ष्ये अस्ति इति ज्ञानं वयम् इच्छामः लक्षणं कोऽपि वदति अस्तु तत्र शीतस्पर्शः इति जलस्य लक्षणमिति वदति चेत् प्रथमप्रश्नः किं भवति अस्तु शीतस्पर्शः जले अस्ति वा इति प्रश्नः भवति खलु अस्ति चेत् तत् कथम् अथ शीतस्पर्शवत्यः आपः इति अस्ति चेत् तत्र शीतस्पर्शः इति लक्षणम् आपः इति लक्ष्यं लक्षणं लक्ष्ये अस्ति इति अस्माकं ज्ञानं कथं भवेत् इति प्रश्नः नाम तत्र लक्ष्यस्य ज्ञानं तत्र लक्षणवाक्ये भवेत् इति आशयः अतः तत्र यदि गन्धवती इति वदामः गन्धवती पृथ्वी अत्र गन्धवती का अस्ति पृथ्वी इदानीं किन्तु तत्र गन्धवती इति वदामः तत्र पृथिव्याः वर्णनम् एव किन्तु गन्धवती इति तत्र लक्षणस्य विवरणं भवति वा लक्ष्यस्य विवरणं भवति अतः तत्र गतमस्ति लक्ष्यमेव निर्दिश्यते न तु तद्गतधर्मः नाम गन्धवती इति यदि वदामः लक्ष्यस्य वर्णनं भवति न तु तद्गतधर्मः तत्र तद्गतधर्मः नाम तत् इत्युक्ते किम् लक्षण लक्ष्यगतं धर्मः न तु तद्गतधर्मः नाम लक्ष्यमेव निर्दिश्यते न तु तद्गतधर्मः तद् नाम लक्ष्यं लक्ष्यगतधर्मः लक्ष्ये यः धर्मः वर्तते तस्य विवरणं न करोति अतः तत्र गन्धवती इति यदि वदामः तत्र गन्धवती इत्युक्ते पृथ्वी एव न तु गन्धः खलु किमर्थं तत्र विशेषणम् अस्ति गन्धवती इति पृथिव्याः वर्णनं न तु पृथिव्यां गन्धः अस्ति इति तत्र तेन न भवति खलु गन्धः पृथिव्यां भवति इति तादृश तत्र वर्णनं न भवति तत्र पृथिवी कीदृशी इति वर्णयति अतः पृथिव्याः ज्ञानं भवति लक्ष्यस्य ज्ञानं भवति न तु तद्गत नाम लक्ष्ये यः धर्मः वर्तते तस्य वर्णनं नास्ति गन्धवती इति पदेन तथैव शीतस्पर्शवत्यः आपे आपः इति तेनापि तत्र आपस् आपः इति अथवा जलस्य वर्णनमेव भवति इति स्पष्टः वा महोदय स्पष्टं वा धन्यवादः तत्र अन्य कोऽपि अपि तत्र किञ्चित् वर्णनं करोतु स्वशब्दैः वदतु तत्र सुधा भगिनी तत्र नमस्कारः भगिनी, तत्र गन्धवती पृथ्वी इति अस्ति, उदाहरणं स्वीकुर्मः, तत्र लक्षणं किं, लक्ष्यं किम्? गन्धवती पृथ्वी, तत्र लक्ष्यमस्ति पृथ्वी, लक्षणमस्ति गन्धः. हा, लक्षणमस्ति गन्धः, किन्तु लक्षणवाक्यमस्ति गन्धवती पृथ्वी इति लक्षणवाक्यम्. इदानीं तत्र गन्धवती इति विशेषणं, विशेषं किम् अस्ति? विशेषं पृथ्वी इति, पृथ्वी इति अस्ति. हा, तत्र अतः गन्धवती इति पदं गन्धस्य, गन्धं, गन्धस्य वर्णनं करोति वा अथवा पृथिव्याः वर्णनं करोति वा? विशेषणमस्ति अतः पृथिव्याः वर्णनं करोति. तत्र विशेषण विशेष्यभावः वर्तते, अतः तत्र इति अस्ति खलु. अतः तत्र गन्धवती नाम का, नाम किम् अथवा गन्धवती का अस्ति? पृथ्वी एव अस्ति. सास्नामती गौः इति वदामः, सास्नामती का अस्ति? गौः एव, गौः एव अस्ति. अतः तत्र, अत्र लक्ष्यवाचकपदम् अपि तत्र लक्षणवाचकपदं तयोः तत्र प्रथमाविभक्तौ एव अस्ति, प्रथमाविभक्तौ एव अस्ति. तत्र लक्षणवाचकपदं वयं चिन्तयामः, तत्र गन्धवती इति लक्षणवाचकपदम् अस्ति, अपि लक्ष्यवाचकपदम् अस्ति पृथ्वी. हा, तयोः मध्ये तत्र समानविभक्तित्वम् अस्ति. यदि समानविभक्तित्वं नाम तत्र विशेषणविशेष्यभावः अस्ति, तत्र पृथिव्यां गन्धः अस्ति इति तत्र अस्माकं ज्ञानं न भवति. अतः उदाहरणार्थं तत्र अस्मिन् उदाहरणे तत्र गन्धवती पृथ्वी, तत्र वयं सम्यक्तया प्रायशः सरलतया जानीमः अस्तु तत्र गन्धः पृथिव्याम् अस्ति इति. अतः अत्र प्रश्नः कः इति प्रायशः क्लेशः भवति. अतः तत्र किञ्चित् अन्यत् उदाहरणं स्वीकुर्मः, येन तत्र अस्माकं सम्यक् ज्ञानं भवेत्. अतः तत्र उन्नतः वृक्षः इति स्वीकुर्मः उदाहरणं. तत्र उन्नतः वृक्षः, तत्र विशेषणं किं, विशेषं किम्? उन्नतः इति विशेषणमस्ति, वृक्षः इति विशेषणमस्ति. अस्तु, इदानीं तत्र समानविभक्तित्वम् अस्ति वा अत्र? आम् आम्, द्वयोः मध्ये विशेषणविशेषभावमस्ति अतः समानविभक्तौ अस्ति. इदानीं तत्र उन्नतः इति तत्र विशेषणं, वृक्षः इति विशेष्यं, यथा तत्र गन्धवती पृथ्वी इति, खलु? गन्धवती इति विशेषणं, पृथ्वी इति विशेष्यं, गन्धवती इति लक्षणवाचकपदं, पृथ्वी इति लक्ष्यवाचकपदम्. इदानीं तत्र उन्नतः वृक्षः इति अस्ति, उन्नतः नाम कः? वृक्षः. उन्नतः वृक्षः इति वदामः, वृक्षः एव. इदानीं तत्र उन्नतः वृक्षः इति वदामः, तत्र वयं जानीमः, अस्माकं ज्ञानं भवति वा उन्नतः इति वृक्षे अस्ति इति अस्माकं ज्ञानं भवति वा? न, वृक्षस्य एव वर्णनम् अत्र भवति. हा, न तु वयं कोऽपि वदति वा उन्नत एषः वृक्षः उन्नतः, अस्मिन् वृक्षे उन्नतः अस्ति इति कोऽपि वदति वा? न. अतः तत्र उन्नतः वृक्षः इति तत्र यत्र विशेषणविशेषभावः अस्ति, विशेषणं विशेष्यस्य वर्णनमेव करोति, न तु यः कोऽपि धर्मः विशेषी अस्ति तस्य वर्णनं न करोति. तत्र नाम तत्र उन्नतः इति अस्ति चेत् वयं कदापि न वदामः उन्नतः वृक्षे अस्ति इति न कदापि वदामः. किन्तु अस्माकं कार्यं किम् अस्ति, तत्र लक्षणम् अस्ति, कोऽपि पदार्थः अस्ति, लक्ष्यम् अस्ति, तस्य लक्षणम् इति वाचकपदम् अस्ति, अपि लक्षणं लक्ष्ये अस्ति इति अपि ज्ञानं भवेत्. यदि तत्र लक्षणम् इति केवलं कोऽपि वदति चेत् तत्र अस्माकम् अवगमनं न भवति कथं लक्षणं लक्ष्ये अस्ति इति. अतः लक्षणवाक्ये स्पष्टतया भवेत् तत्र लक्षणं लक्ष्ये अस्ति, समन्वयः स्पष्टतया उक्तं भवेत् इति अस्माकं तत्र नैयायिकानाम् आशयः. तत्र गन्धवती पृथिवी इति अस्ति चेत् गन्धवती पृथिव्याः वर्णनं करोति, न तु तेन वयं न जानीमः लक्षणं लक्ष्ये पृथिव्यां किमपि अस्ति इति न जानीमः। अतः वयं तत्र कोऽपि नूतन उपायः अपेक्षितः अस्ति, सः एव तत्र अग्रे भवति। किन्तु एतावत् स्पष्टमस्ति वा तत्र गन्धवती पृथ्वी इति? उन्नतः बालकः इव अस्ति तत्र, उन्नतः इति लक्षणम् इति स्वीकुर्मश्चेत् तत्र उन्नतः वृक्षे न भवतु, उन्नतः वृक्षः इति वदामश्चेत् उन्नतः इति लक्षणमिति स्वीकुर्मश्चेत्, लक्षणवाचकपदमिति स्वीकुर्मश्चेत् उन्नतः वृक्षे न भवति। अतः तत्र तयोः मध्ये आधारादेयभावः स्पष्टं नास्ति, स्पष्टं नास्ति। अतः किमपि अन्यत् वर्णनं भवेत् इति तेषाम् आशयः। अस्तु, समीचीनं भगिनि। अस्तु, इदानीं तत्र अग्रे सरामः, किन्तु तत्र मतुप् अपि तत्र भाववाचकपदयोः मध्ये तत्र सम्बन्धः अस्ति, तस्य किञ्चित् चित्ररूपेण किञ्चित् कुर्मः, अभ्यासं कुर्मः। अतः तत्र एकनिमिषः, तत्र अहं तत्र स्क्रीन् शेर् करोमि। तत्र आगतं वा? हा, इदानीं दृश्यते इति मन्ये। अस्तु, सर्वे पश्यन्ति वा तत्र गन्धवती पृथ्वी, अपि गन्धवत्वं पृथिवीलक्षणमिति सर्वेषां कृते तत्र दृश्यते? अस्तु, अतः तत्र एतावत् वयं किम् उक्तवन्तः, गन्धवती नाम प्रथमाविभक्ति, पृथ्वी अपि प्रथमाविभक्ति, गन्धवत्वं तत्र प्रथमाविभक्ति, पृथ्वीलक्षणं तत्र तु षष्टिविभक्ति नाम पृथिव्याः लक्षणम् इति अस्ति। अतः तत्र वयम् एतत् तत्र मतु प्रत्ययः अपि तत्र त्वं प्रत्ययः तत्र भाववाचकप्रत्ययः इति स्वीकुर्मः, किन्तु एतत् गन्धवती पृथ्वी मास्तु, वयम् एतत् स्वीकुर्मः घटवत् भूतलम्। घटवत् भूतलम्, अत्र आधौ तत्र अधोभागे भूतलम् इति अस्ति, घटः अपि अस्ति। अस्तु, इदानीं तत्र तत्र मतु प्रत्ययः किं भवति? घटवत् इति वदामः, घटवत् इति वर्णनं कस्य भवति? घटवत् नाम किम्? तत्र हा, धनश्री भगिनी, घटवत् नाम किम्? अथवा तत्र नरसिंहमहोदय, घटवत् नाम किम्? घटवत् नाम भूतलं, भूतलमेव घटवत् इति विशिष्टमस्ति, भूतलं भूतलम् इति एव वदति, घटवत् भूतलं नाम भूतले गतः अस्ति इति। अस्तु, इदानीं तत्र वयं द्वयोः प्रत्ययोः तत्र प्रयोगं कुर्मः। तत्र घटः अस्ति, घटस्य भावः उपरि गमनार्थं तत्र स्वप्रत्ययः तत्र तस्य उपयोगं कुर्मः। अत्र घटस्य भावः किमस्ति? घटत्वं, घटत्वं कुत्र अस्ति? घटत्वं घटे अस्ति, घटे अस्ति। हा, तत्र विशेषधर्मः घटं, घटत्वम् इति घटे अस्ति, घटत्वं घटे अस्ति इति तत्र अधिकं तत्र वर्णनम् अपेक्षितं वा, अथवा तत्र आधारादेयभावः तयोः मध्ये इति स्पष्टम् अस्ति वा? स्पष्टमस्ति, घटत्वं तत्र स्पष्टतया अस्ति. अस्तु, इदानीं तत्र घटवत् भूतलम् इति अस्ति, घटत्वम् इति उपरि अस्ति, तत्र घटत्वम् अत्र अस्ति, घटः अस्ति, भूतलम् अस्ति. इदानीं तत्र अधो गमनार्थं तत्र वयं वत् इति उपयोगं कुर्मः, तत्र घटवत् इति भवति. घटवत् नाम भूतलं, तत्र पुल्लिङ्गे तत्र घटवान् इति भवति, स्त्रीलिङ्गे घटवत् इति भवति, इत्युक्ते जानीमः. तत्र अधोगमनार्थं तत्र मतुप् प्रत्ययः, तत्र मतुप् प्रत्ययेन तत्र किं भवति, तत्र प्लस् वत् इति तत्र मतुप् प्रत्ययः. तत्र वत् नपुंसकलिङ्गे, वान् इति पुल्लिङ्गे, वति इति स्त्रीलिङ्गे भवति. अस्तु, इदानीं तत्र घटवत् इति अस्ति, घटः अस्ति, घटवत् इति अधो भागे वयम् आगतवन्तः मतु प्रत्ययस्य योजनेन. इदानीं पुनः तत्र घटवत् भूतलं, घटवत् नाम भूतलम् इति अस्ति. घटवत्त्वं घटवत् तस्य भावः कः? घटवत्त्वम्. अतः तत्र पुनः घटवत्त्वम् इति अस्ति. घटवत्त्वम् घटवत्त्वम् एतद् घटवत्त्वं कुत्र अस्ति? घटवत्त्वं भूतले अस्ति. हा, नाम घटवत्त्वं वयं जानीमः, घटवत्त्वं घटे घटवत् इति पदे अस्ति. घटवत् इति पदस्य भावः घटवत्त्वं, घटवत्त्वं घटवत् इति पदार्थे अस्ति, किन्तु घटवत् नाम पदार्थः भूतलम् इति अस्ति. अतः घटवत्त्वं कुत्र भवति? घटवत्त्वं भूतले एव अस्ति. इदानीं तत्र घटवत् भूतलम् इति तस्य भावः इति वदामः, तत्र घटवत्त्वम् इत्युक्ते किम्? इत्युक्ते घट एव, इत्युक्ते घटः एव इति तत्र. अतः घटवत्त्वम् इति यदि वदामः, घटवत्त्वं किं भवति? तत्र प्रथमतया मतुप्रत्ययः घटवत्, तदनन्तरं तत्र त्वप्रत्ययः. अतः तत्र वयं किं कृतवन्तः? घटः प्लस् तत्र वत्, तदनन्तरं त्वम् इति कृतवन्तः. तत्र प्रथमतया मतु, तदनन्तरं भाववाचकः. मतु प्रत्ययेन अधो गतवन्तः, भावप्रत्ययेन उपरि पुनः गतवन्तः. अत्र अत्र स्तरत्रयमस्ति, भूतलमिति प्रथमस्तरं, घटः घटत्वम् इति. किन्तु यदि तत्र वयं घटवत् इति कुर्मः, अत्र आगच्छामः पुनः भाववाचकपद प्रत्ययस्य योजनेन उपरि गच्छामः. एतत् पदं तु एतत् एषः पदार्थः घटः इति तस्मिन्नेव स्तरे अस्ति, अपि तत्र घटवत्त्वं, तत्र घटवत् अस्ति इत्युक्ते तत्र भूतले घटः अस्ति इति किञ्चित् ज्ञानम् अस्ति. घटवत् इति तस्य भावः घटवत्त्वं, सः तु घटः एव इति नैयायिकानाम् आशयः. किन्तु घटः भूतलम् इति केवलं यत् एतावत् वदामः, तत्र प्रायशः आधारादेयभावः न अवगच्छामः. किन्तु घटत्वं यथा घटे अस्ति, तत्र स्पष्टतया अस्ति, तत्र तयोः मध्ये आधारादेयभावः, तथैव तत्र घटवत्त्वं भूतले अस्ति इति अस्माकं स्पष्टं ज्ञानम् अस्ति. घटवत्त्वम् इत्युक्ते घटवत् इति पदार्थे अस्ति, घटवत् नाम भूतलम्, अतः घटवत्त्वं भूतले अस्ति. प्रश्नः अस्ति वा अस्मिन् विषये? नाम तत्र मतुप् इति एकमस्ति, तदनन्तरं भाववाचकप्रत्ययः अपि एतादृशप्रयोगः तत्र अस्मिन् विषये वयं बहु अस्मिन् विषये चर्चा अधिका चर्चा भवति तत्र यस्य करपत्रम् अपि अस्ति तत्र अपि एतत् एतस्य प्रयोगः भवति मत् प्रति भावप्रति किन्तु इदानीं कोऽपि प्रश्नमस्ति वा इत्युक्ते घटवत् भूतलम् इति वदामः चेत् कष्टमस्ति सामान्यतया परन्तु घटवत्त्वं भूतलस्य लक्षणम् इति वदामः चेत् तत् अत्यन्तं कष्टं भवति इति आशयः इति वार्ता अस्ति नाम तत्र कोऽपि कापि समस्या एव न भवति सर्वे अवगच्छन्ति अस्तु घटवत्त्वं भूतले अस्ति इति यदि वदामः तत्र पुनः प्रश्नः न भवति अतः तत्र लक्षणसमये लक्षणं लक्ष्ये भवेत् इति तस्य ज्ञानं स्पष्टतया भवेत् इति तेषाम् आशयः अतः तत्र एतादृशप्रयोगः कुर्मश्चेत् वत् पुनः त्वम् इति कुर्मश्चेत् तत्र स्पष्टं भवति इति तेषाम् आशयः अस्तु हा धन्यवादः महोदय अस्तु अग्रे इदानीं तत्र पठामः तर्हि तत्र एतावत् अग्रे कः अथवा का पठितुमिच्छति गोविन्द्रमहोदय पठितवान् सुधा भगिनी पठितवती तत्र पद्मिनी पद्मा भगिनी पठितुमिच्छति वा तत्र अतः तज्ज्ञानाय हा अतः तज्ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात् अतः चन्द्रवति यत्र यः मधुप्रत्ययः ततः भावप्रत्ययः कार्यः तथा च दन्तवति योगः त्वं दन्तवत्त्वम् इति दन्तवत्त्वम् इति पदं भवति तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते तच भावः दण्डसमानक समानकः भवति अतः दण्डवत्वम् इत्यस्य दण्डः एव अर्थः अतः एव प्रसिद्धः नियमः मत्वर्तीयात् भावप्रत्ययः प्रकृतिं गमयति इति अस्तु तावत्पर्यन्तं किञ्चित् प्रतिपादयतु भगिनि अतः तज्ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात् एतावता वयं पृष्टवन्तः दन्तवती पृथिवी चेत् तत्र पृथिव्याः प्राधान्यम् एव भवति लक्ष्यस्य वर्णनम् एव तद् नैयायिकाः न इच्छन्ति अतः तत्र लक्ष्यं पृथ्वी एव लक्ष्यं पृथिव्यां लक्षणम् अस्ति इति तत्र ज्ञानं न भवति आधारादयभावः न भवति हा आधारादयभावः अस्ति किन्तु तस्य स्पष्टं ज्ञानं तेन न भवति हा तत्र स्पष्टम् आधारादयभावस्य स्पष्टज्ञानं तेन न भवति स्पष्टज्ञानाय लक्षणवाक्यं तादृशं भवति यदा वयं तद् धर्मबोधः अत्र भवति चेत् तदा एव तत्र स्पष्टज्ञानं भवति हा तत्र धर्मबोधः स्पष्टः भवति यदि लक्षणवाक्यं लक्षणवाक्यस्य आकृतिः लक्षणवाक्यस्य आकृतिः कीदृशी भवेत् यया तत्र आकृतिः कीदृशी भवेत् यया वयं स्पष्टतया ज्ञातुं शक्नुमः अस्तु आधारादयभावः अस्ति तत्र आधारादयभावस्य ज्ञानं स्पष्टं भवेत् आधारादयभावः तेन किं नाम तत्र लक्षणं नाम असाधारणधर्मः लक्ष्ये यः वर्तते तस्य धर्मस्य बोधः स्पष्टः भवेत् खलु लक्षणम् असाधारणधर्मः अस्ति यः धर्मः केवलं लक्ष्ये अस्ति अतः धर्मस्य एतस्य असाधारणधर्मस्य बोधः, एषः धर्मः लक्ष्ये अस्ति इति बोधः, अस्माकं ज्ञानं स्पष्टं यदि भवति चेत् तादृशलक्षणवाक्यं सम्यक् अस्ति. अतः वयं किं कुर्मः, दन्तवती इत्यत्र यः मतु प्रत्ययः तदा भावप्रत्ययः कार्यः प्रथमं कुर्मः तदा धर्मबोधनं स्पष्टतया भवति. प्रथमतया मतु, तदनन्तरं भावप्रत्ययः. कार्यः नाम अस्माकम् अस्माभिः करणीयः, कार्यः नाम अस्माभिः करणीयः भवति. वयम् इच्छामः स्पष्टज्ञानं, तदर्थं वयं किं कुर्मः, मतु प्रथमतया योजयामः, तदनन्तरं भावप्रत्ययं योजयामः. अतः किं तथा च गन्धवती योगः त्वं गन्धवत्वम् इति पदं भवति. गन्धः इति पदं तत्र मतु योजयामः चेत् प्रथमं तद् गन्धवती इति भवति, तदनन्तरं भावप्रत्ययं योजयामः चेत् गन्धवत्वं पदं भवति. तत्र विद्यमानभावप्रत्ययेन तत्र धर्मः बोध्यति. अत्र धर्मः कः, गन्धवत्वं. हा, गन्धवत्वं. गन्धवत्वं कुत्र अस्ति, पृथिव्यां. पृथिव्याम् अस्ति, यतोहि पृथिवी इत्युक्ते तत्र गन्धवती इति एव पृथिवी खलु, गन्धवती का अस्ति, पृथिवी अस्ति. अतः गन्धवती इति तस्य भावः, धर्मः गन्धवत्वं कुत्र अस्ति, गन्धवत्याम् अस्ति. गन्धवत्यां नाम पृथिव्याम् अस्ति, अतः गन्धवत्वम् इति धर्मः पृथिव्याम् एव अस्ति इति सम्यक् ज्ञानं भवति खलु. तत्र स्पष्टमस्ति खलु, तत्र एषः धर्मः पृथिव्यां लक्ष्ये अस्ति इति. रसभावः गन्धसमानकक्षः भवति, सः गन्धवत्वम् इति भावः गन्धसमानमेव, गन्धः एव. हा, तत्र यथा वयं चित्ररूपेण दर्शितवन्तः, तत्र भूतलं घटः घटत्वम् इति तत्र स्तरत्रयम् आसीत्, किन्तु घटवत्वम् इति यदि कुर्मः अथवा अत्र गन्धवत्वम् इति यदि कुर्मः, तत्र वत्तित्येन अधो गच्छामः, पुनः भावप्रत्ययेन उपरि आगच्छामः, अतः समान कक्ष्या कक्ष्ये अस्ति. गन्धवत्वम् इत्युक्ते गन्धः एव, अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः. अतः एव प्रसिद्धः नियमः अस्ति, मत्वदीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति. हा, नाम तत्र किम् अस्ति, प्रकृतिः गन्धः. अतः वयं यदा मधु योजयामः तदनन्तरं भावप्रत्ययं योजयामः, तत्र गन्धः एव प्राप्नुमः, प्रकृत्यर्थमेव प्राप्नुमः. हा, समीचीनं. हा, तत्र मत्वर्तीयात् भावप्रत्यय प्रकृत्यं गमयति इति. हा, तत्र गन्धः योगः मतु योगः त्वं किं भवति, गन्धवत्वम् अथवा गन्धः. हा, इति एव भवति. तथैव तत्र अन्यत् उदाहरणमपि, श्वेतस्पर्शः मथु अनन्तरं योगः त्वम् इति, प्रथमं मथुप् योजनेन श्वेतस्पर्शवत्वं प्राप्नुमः, अनन्तरं स्वभावप्रत्ययेन श्वेतस्पर्शः एव अथवा शीतस्पर्शवत्वं प्राप्नुमः. समानं सासना योगः मधु इत्युक्ते सासनावत् वयं प्राप्नुमः, तदनन्तरं भावप्रत्ययः इत्युक्ते सासना एव अथवा सासनावत्वम्. हा, सासनावती, सासनावत्वम् इत्युक्ते सासना एव. हा, समीचीनं. हा, इति अस्ति. अतः तत्र मतु तदनन्तरं भाववाचकप्रत्ययस्य भावप्रत्ययस्य योजनेन स्पष्टं ज्ञानं भवति. तत्र कापि समस्या न भवति. तत्र वर्णनस्य तत्र लक्षणं लक्ष्ये अस्ति, तत्र लाक्ड् इन् भवति, तत्र कापि समस्या कस्यापि कृते न भवति, तत्र ओ लक्षणं लक्ष्ये अस्ति न वा इति समस्या न भवेत्, तादृशलक्षणवाक्यं नैयायिकाः इच्छन्ति. अतः तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति ते वदन्ति. तत्र गन्धवत्वं नाम गन्धः, किन्तु तत्र गन्धः पृथिव्याः लक्षणम् इति केवलं वदामः, तत्र कथं गन्धः पृथिव्याम् अस्ति इति तस्य विवरण तत्र किञ्चित् अधिकं विवरणं तत्र प्रायशः अपेक्षितं भवति. किन्तु यदि वदामः गन्धवत्वं पृथिव्याः लक्षणं, तत्र गन्धवत्वं पृथिव्याम् अस्ति स्पष्टं ज्ञानं भवति. अतः तादृशवाक्यं ते इच्छन्ति. तत्र अस्तु, तत्र एतावत् पुनः अन्य कोऽपि यत् पद्मभगिन्या उक्तं तत् पुनः स्वशब्दैः किञ्चित् वर्णयतु तर्हि. तत्र शोभभगिनी किञ्चित् प्रतिपादयति वा? आं महोदय, तत्र यतोहि गन्धवती पृथिवी तत् स्वीकृत्य पश्यामः चेत् गन्धवती पृथिवी इति उक्तत्वात् वयं लौकिकव्यवहारे जानीमः पृथिवी गन्धवती अस्ति इति. अपि च तत्र तु विशेषेण विशेषभावः भवति, न तु धर्मस्य, धर्मः इति अस्माकं लक्ष्ये नागच्छति. तर्हि तत्र तस्य विवरणार्थं तत्र किमपि क्लेशः मा भवेत् अर्थे इति नैयायिकाः इतोपि अधिकं स्पष्टता इच्छन्ति. अतः तत्र गन्धवती पृथिवी इत्यस्मात् गन्धवती इत्यस्य यतोहि गन्धायोगः मतुप् प्रत्ययं योजयामः तदा गन्धवत् इति भवति. गन्धवत् इति तत्र गन्धः तेन त्वा इति अन्यत् प्रत्ययं योजयामः चेत् तत्र गन्धवत्त्वम् इति पदं स्वीकृत्य तस्य अर्थः समानः भवति. गन्धवत्त्वम् इत्युक्ते गन्धः एव इति, तत्र किमपि क्लेशः न भवति. अधुना तत्र गन्धवत्त्वं कुत्र अस्ति इत्युक्ते पृथिव्याम् एव अस्ति इति. गन्धः पृथिव्याम् अस्ति धर्मरूपेण, अथवा तत्र धर्मरूपेण तदेव गन्धवत्वम् इति यदा वदामः तत्र भावः, तस्य भावः भवति. अपि च तेन गन्धवत्वम् अथवा गन्ध तत्र ता इति कथं योजयामः महोदय? गन्धता वा तर्हि तत्र गन्धवत्वं पृथिव्याम् अस्ति इति एव. यथा तत्र घटवत्वं, तत्र घटः भूतले अस्ति अतः तत्र घटवत् भूतलम् इति भवति. तथा एव घटवत्वं कुत्र अस्ति इति प्रश्नः उदेति चेत् घटवत्वं भूतले एव अस्ति, यतोहि घटवत्वम् इत्यनेन घटः एव. अपि तत्र घटवत्वम् इति घटवत् इति पदस्य, तत्र घटवत् इति पदस्य भावः घटवत्वं, घटवत्वं धर्मः अस्ति, धर्मः अस्ति, धर्मः अस्ति. अतः एषः घटवत्वं घटवत् इति पदार्थे अस्ति, किन्तु घटवत् नाम भूतलम्, अतः घटवत्वं भूतले भूतले अस्ति. तथा तत्र गन्धवती पृथिवी इति वाक्यं पुनः स्वीकुर्मः चेत् तत्र गन्धवत्वं पृथिव्याम् अस्ति इति वदनेन तत्र लक्षणं लक्ष्यम् इति भेदः स्पष्टतया दृश्यते दृश्यते अपि लक्षणं लक्ष्ये लक्ष्ये अस्ति इति अपि ज्ञानं भवति हा यतोहि तत्र बन्धवत्वम् इति तु लक्ष्ये पृथिव्याम् अस्ति अतः तत्र बन्धवत्वम् इति लक्षणं तद् पृथिव्याम् अस्ति इति तत्र अस्माकं ज्ञानं भवति तत्र तादृश अर्थः गन्धवती पृथिवी इति वदनेन न भवति हा इति अस्तु समीचीनं धन्यवादः भगिनि हा पुनः तत्र हा अतः किन्तु तत्र किमर्थं भावप्रत्ययः इति प्रायशः तस्यापि प्रश्नः भवेत् अतः तस्मिन् विषये किञ्चित् पुनः वदामः तत्र पुनः एतद् उदाहरणं स्वीकुर्मः तत्र उन्नतः बालक उन्नतः वृक्षः इति स्वीकुर्मः उन्नतः वृक्षः तत्र एतावत् कः अथवा कः न उक्तवती तत्र अस्तु तत्र सर्वेषां कृते अहं पृच्छामि हा तत्र उन्नतः वृक्षः तत्र उन्नतः कः अस्ति उन्नतः नाम किं वृक्षः एव अस्तु अतः तत्र उन्नतः नाम वृक्षः उन्नतः नाम तत्र उन्नतः नाम वृक्षः इति एव तत्र उन्नतः वृक्षः इति वदामः उन्नतः विशेषणं भवति विशेषणं नाम तत्र किमपि अस्ति अस्मिन् वृक्षे येन तत्र सर्वेभ्यः अन्येभ्यः वृक्षेभ्यः पृथक् करोति एषः धर्मः किमपि धर्मः अथवा किमपि अस्ति अस्मिन् वृक्षे येन एषः वृक्षः अन्येभ्यः वृक्षेभ्यः भिन्नः इति वर्णनं भवति अत्र अतः तत्र वृक्षे कः धर्मः वर्तते यदि वदामः उन्नतः वृक्षः वृक्षे किम् अस्ति अतः तत्र औन्नत्यं तत्र औन्नत्यम् अथवा तत्र भावप्रत्ययः अतः तत्र उन्नता इति अपि वक्तुं शक्नुमः अथवा उन्नतत्वम् अस्ति इति अपि वक्तुं शक्नुमः एतत् वृक्षे अस्ति एतद् वृक्षे अस्ति अथवा एतद् वृक्षे अस्ति अतः यदि वयं वदामः तत्र विशेषणविशेषरूपेण वयं वदामः उन्नतः वृक्षः उन्नतः वृक्षस्य वर्णनं करोति न तु वृक्षः इति लक्ष्यमिति चिन्तयामः अत्र नास्ति किन्तु यदि एतत् लक्ष्यम् इति चिन्तयामः अपि एतत् पदं लक्षणवाचकपदम् इति चिन्तयामः लक्ष्यवाचकपदं लक्षणवाचकपदम् इति चिन्तयामः तत्र किं भवति एतत् पदं लक्ष्यस्य वर्णनं करोति न तु लक्ष्यगतधर्मस्य वर्णनं सत्यं खलु एतदेव आदौ आसीत् तत्र तत्र प्रथम द्वितीयवाक्ये तत्र उन्नतः वृक्षः इति तादृशवर्णनेन तत्र लक्ष्यम् एव निर्दिश्यते न तु तद् गतधर्मः लक्ष्यगतधर्मः नाम यः धर्मः लक्ष्ये वर्तते तस्य विवरणं न करोति न किन्तु लक्ष्यस्य एव अतः लक्ष्यगतधर्मः एतदस्ति तत् कथं प्राप्तवन्तः भावप्रत्ययेन प्राप्तवन्तः अतः तदेव वयमपि कुर्मः तत्र गन्धवती पृथ्वी अस्ति चेत् गन्धवती अत्र भवति गन्धवती अतः गन्धवती पृथ्वी इति वदामश्चेत् गन्धवती नाम पृथ्वी एव, अतः तत्र विशेषणम् अस्ति यथा उन्नतः वृक्षः इति आसीत्, अतः वृक्षे औन्नत्यम् उन्नता को उन्नतत्वम् अस्ति, तथैव पृथिव्यां किमस्ति गन्धवत्वं गन्धवत्वम्। अतः तत्र एतेन वर्णेन तत्र पृथ्वी गन्धवती इति वदामः पृथिव्याः वर्णनं, न तु पृथ्वीगतधर्मस्य ज्ञानं, पृथ्वीगतधर्मस्य ज्ञानं न भवति अस्य वर्णनेन। अतः गन्धवत्वम् इति यदि वदामः सः धर्मः पृथिव्याम् अस्ति, यथा तत्र उन्नतत्वं वृक्षे अस्ति इति स्पष्टं ज्ञानं भवति, तथैव गन्धवत्वं पृथिव्याम् अस्ति इति अस्माकं स्पष्टं ज्ञानं भवति। स्पष्टं ज्ञानं भवति नाम तत्र आधारादयभावः स्पष्टं भवति, तत्र आधारादयभावः नाम तत्र लक्षणम् अपि लक्ष्यम्, तत्र आधारादयभावः नाम लक्षणनिष्ठ आधेयतानिरूपितलक्ष्यनिष्ठ अधिकरणता इति तत्र निरूपनिरूपकभावः वर्तते, तस्य ज्ञानम् अस्माकं भवति। अपि तत्र लक्षणमिति धर्मः अस्ति, लक्षणं धर्मः अस्ति चेत् लक्ष्यं किं भवति? धर्मी, धर्मी, हा, अतः एतत् धर्मी इति भवति। एषः धर्मः, यस्मिन् धर्मः वर्तते सः धर्मी, अत्र लक्ष्यं धर्मी इति भवति। हा अस्तु, समीचीनम् अस्तु, इदानीम् अग्रे सरामः। तत्र धनश्री भगिनी अग्रे पठति वा? आम् आम् महोदय, महोदय एका एव शङ्का अस्ति, एका शङ्का, गन्धपृथिव्याः लक्षणम् अनन्तरं गन्धवत्वं पृथिव्याः लक्षणम् अनयोर्मध्ये कः भेदः अस्ति? एषः एव भेदः भगिनि, नाम तत्र गन्धः इति वदामः अस्मिन् उदाहरणे तत्र वयं न अवगच्छामः तत्र समस्या का इति, यतोहि वयं जानीमः गन्धः इति गुणः अस्ति, पृथिव्याः लक्षणम् अस्ति, पृथिव्याः गुणम् अस्ति इति कृत्वा वयं जानीमः तत्र गन्धः पृथिव्याम् अस्ति, तत्र का समस्या? किन्तु यदि अन्यत् किमपि अन्यः कोऽपि पदार्थः अस्ति, तस्य वर्णनं कर्तुम् इच्छामः, तस्य लक्षणं किम् इति वक्तुम् इच्छामः, तदा तत्र लक्षणमिति कोऽपि वदति चेत् तत्र कथं लक्षणं लक्ष्ये अस्ति, नाम तयोः मध्ये आधारादयभावः अस्ति इति लक्षणवाक्येन भवेत् इति नैयायिकानाम् आशयः। अतः तत्र गन्धः पृथिव्याः लक्षणमिति वदामः, प्रश्नः उदेति गन्धः पृथिव्यां कथमस्ति, किन्तु यदि वदामः गन्धवत्वं पृथिव्याः लक्षणं, तत्र स्पष्टं भवति गन्धवत्वं पृथिव्याम् अस्ति, यतोहि गन्धवत्वं नाम गन्धसमानकक्षः, अस्य अर्थः समानार्थी अस्ति इति न, केवल एक सेम् फ्लोर् अस्ति इति, अर्थभेदः अस्ति किञ्चित्, हा इति अपि अग्रे तत्र तयोः मध्ये तत्र गन्धः गन्धवत्वं तत्र समानम् इति उच्यते, किन्तु तस्मिन् विषये किञ्चित् तत्र भवती तत्र वाक्यत्रयं पठतु, तदनन्तरं तत्र कीदृश तत्र गन्धः गन्धवत्वं तयोः मध्ये तत्र कीदृश सम्बन्धः अथवा तत्र समानः न वा इति तस्य उत्तरमपि प्राप्नोति। वाक्यत्रयं नाम गन्धः अधिकम् अधिकत्व तथा च शासनावत्वं कुतः आरब्धं? तथा च शासनावत्वम् इत्यनेन शासना गन्धवत्वम् इत्यनेन गन्धः शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते. अतः आधाराधेयभावः धर्मधर्मीभावः सुस्पष्टः भवति. इदमेव शास्त्रे तटस्थलक्षणम् इति उच्यते. अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणम् इति ग्रन्थकारैः व्याख्याते. प्रथमं तु सासनावत्वम् इत्यनेन सासना एव बोध्यते, गन्धवत्वम् इत्यनेन गन्धः एव बोध्यते इति दत्तमस्ति. अनन्तरम् अतः आधाराधेयभावः धर्मधर्मीभावः सुस्पष्टः भवति, नाम कः आधारः कः तस्य आधेय इति भावः तेन स्पष्टः भवति. नाम तत्र लक्षणं धर्मी इति लक्ष्यम्, अतः लक्षणं लक्ष्ये अस्ति इति तस्य ज्ञानं स्पष्टं भवति खलु. गन्धवत्वं पृथिव्याः लक्षणं, गन्धवत्वं पृथिव्याम् अस्ति इदानीं. हा इदमेव इदमेव शास्त्रे तटस्थलक्षणम् इति उच्यते. हा नाम तटस्थलक्षणं, तट नाम किम् अस्ति? तट न जानामि. अन्य कोऽपि वदति वा तट नाम किं? तीरं. हा नद्याः, हा नद्याः, नद्याः तटः वर्तते. तत्र नदी अस्ति, नद्याः तटम् अस्ति. तत्र तटम् अपि नदी समानं वा? न समानम्. न समानं, किन्तु तत्र समानं नास्ति किन्तु समानमपि अस्ति, नाम तत्र बहु समीपम् अस्ति खलु तटः अपि नदी. तादृशमेव तत्र गन्धवत्वम् अपि गन्धः, एका रीत्या समानम् अन्या रीत्या समानं नास्ति. एका रीत्या समानं नाम गन्धवत्वं नाम गन्धः एव, यतोहि तत्र गन्धवत् इति तस्य भावः गन्धवत्वं, किन्तु गन्धवत् इति तस्य भावः किम् अस्ति? गन्धः एव इति अपि वक्तुं शक्नुमः. किन्तु गन्धवत्वम् अपि गन्धः तयोः मध्ये भेदः अपि वर्तते. तत्र कः भेदः इति कोऽपि वदति वा? गन्धः अपि गन्धवत्वं तयोः मध्ये कः भेदः? समानम् इति भाति, समानमिति एव स्वीकृतं, किन्तु तत्र तटस्थ नाम तटः नदी, तत्र तटः नदी तटः इति पश्यामश्चेत् तत्र नदी अपि पश्यामः, नदी पश्यामश्चेत् तटः अपि तत्र पश्यामः. अतः तटीय तटः अस्ति चेत् नदी अस्ति, नदी अस्ति चेत् तटः वर्तते. तत्र अत्र अस्तु, तत्र घटः इति स्वीकुर्मः, घटः इति स्वीकुर्मः, घट घटस्य एतादृश प्रयोगं कुर्मश्चेत् तत्र किं किं पदं प्राप्नुमः? गन्धः इति गन्धवत्वं, घटः अस्ति चेत् किं प्राप्नुमः? घटवत्वम्. अस्तु, अत्र गन्धः गन्धवत्वं समानम् इति उक्तम्, तत्र घटः इति स्वीकुर्मः घटवत्वं. कोऽपि वदति वा अहं घटवत्वं पश्यामि इति कोऽपि वदति वा? अत्र उत्पीठिकायां घटवत्वं पश्यामि इति कोऽपि वदति वा? तत्र घटवत्वं किम् अस्ति? भावः अस्ति, धर्मः अस्ति. घटः साक्षात् पदार्थः अस्ति, वयं घटं स्पष्टुं शक्नुमः, किन्तु घटवत्वं किमस्ति? घटवत्वम् इति तस्य तत् स्पष्टं लक्षणमस्ति, लक्षणमस्ति, किन्तु घटवत्वम् इति पदार्थः इति स्वीकुर्मश्चेत् तत्र तं पदार्थं स्पष्टुं शक्नुमः वा? घटवत्वम् इत्युक्ते घट एव, धर्मः भवति वा? धर्मः भवति तस्य तत्र तं धर्मं वयं स्पष्टुं न शक्नुमः अतः तत्र प्रत्यक्षज्ञानं न भवति तस्य धर्मस्य किन्तु घटः इति अस्ति साक्षात् पदार्थः द्रव्यमस्ति तस्य ज्ञानं तत्र तं घटं स्पष्टुं शक्नुमः अतः तत्र तयोः मध्ये कश्चन भेदः वर्तते अतः तत्र तटस्थलक्षणम् इति स्वीकृतम् अस्ति तत्र नाम सामीप्यम् अस्ति तयोः मध्ये किन्तु समानं नास्ति सूक्ष्मरीत्या असमानमपि अस्ति अतः तत्र एतादृशपरिस्थितिं तत्र तटस्थलक्षणम् इति वदामः अपि तत्र स्वरूपलक्षणम् इति तत्र अपि वर्तते स्वरूपलक्षणं किमपि लक्ष्यम् अस्ति तस्य वर्णनं तत्र रीतिद्वयमस्ति तत्र तटस्थलक्षणम् इति एकमस्ति अन्यत् अस्ति तत्र स्वरूपलक्षणं स्वरूपलक्षणम् इति तत्र यः धर्मः साक्षात् लक्ष्ये अस्ति तेनैव तत्र इन्ट्रिन्सिक् इति वदन्ति तत्र स्वरूपलक्षणं तटस्थलक्षणं तत्र इन्सिडेण्टल् तत्र उदाहरणार्थं तत्र मम पार्श्वे पुस्तकम् अस्ति तत्र अपि तत्र पुस्तकत्रयम् अस्ति किन्तु एकस्य पुस्तकस्य लक्षणम् अहम् इच्छामि तदा वयम् अहं वदामि अस्तु यत् पुस्तकं तत्र उत्पीठिकायाम् अस्ति तत् पुस्तकस्य लक्षणम् इति नाम तत्र उत्पीठिकायाम् अस्ति उत्पीठिकायां तस्य वृत्तित्वम् अस्ति इति लक्षणम् इति यदि स्वीकुर्मः तद् भवति तटस्थलक्षणं नाम तत्र इन्सिडेण्टल् इति वदन्ति नाम तत् साक्षात् पुस्तकस्य धर्मः नास्ति किन्तु तत्र अनेन वयम् एतत् पुस्तकं किन्तु अन्यत् पुस्तकं नास्ति इति अस्माकं ज्ञानं भवति तादृशवर्णनं तत्र तटस्थलक्षणम् इति उच्यन्ते स्वरूपलक्षणं नाम तत्र यत् साक्षात् धर्मः तत्र वर्तते तादृशधर्मस्य वर्णनेन तत्र स्वरूपलक्षणम् इति वदामः एतत्तु तत्र सर्वेषु दर्शनेषु तत्र आत्मनः परब्रह्मणः इति तस्य स्वरूपलक्षणम् इच्छन्ति तटस्थलक्षणमपि कुर्वन्ति तटस्थलक्षणेन तस्य अवगमनेन वयं स्वरूपलक्षणस्य अवगमनं प्राप्नुमः इति तत्र तटस्थलक्षणं सोपानमस्ति स्वरूपलक्षणं कृते लक्षणस्य कृते किन्तु अस्माकं ग्रन्थे तत्र तटस्थलक्षणम् एव इच्छन्ति न तु स्वरूपलक्षणम् अत्र अतः तत्र एतादृशवाक्यमेव वयम् अस्मिन् ग्रन्थे पश्यामः अतः तत्र रूपरहितस्पृशवान् वायुः इति सङ्ग्रहवाक्यं त्यक्त्वा वयं किं वदामः रूपरहितत्वे सति स्पर्शवत्वं स्पर्शवान् वायुः इति स्थाने स्पर्शवत्वं वायोः लक्षणम् इति वयं वदामः अस्तु अग्रे सरामः तर्हि कोऽपि प्रश्नः एतावत् अस्तु तत्र गन्धवती पृथ्वी तयोः मध्ये तत्र विशेषणविशेषभावः अस्ति इति उक्तं पूर्वमपि किन्तु तत्र गन्धवत्वं पृथ्व्याः लक्षणं तत्र विशेषणविशेषभावः नास्ति इति अपि उक्तं किन्तु अग्रे गमनात् प्राक् तत्र गन्धवती पृथ्वी तत्र विशेषणविशेषभावः यः वर्तते तस्मिन् विषये तत्र साधारणतया वयं वदामः तत्र उन्नतः बालकः उन्नतः नाम विशेषणं बालकः नाम विशेष्यम् इति साधारणरीत्या वयं वदामः तत्र केवलं वदामः न पठामः पाठयामः च तत्र व्याकरण तत्र अभ्यासपुस्तके वा गीतासोपाने वर्गेषु एतादृशपाठः भवति तत्र उन्नतः वृक्षः उन्नतः विशेषणं वृक्षः विशेष्यम् इति पठामः पाठयामः किन्तु तत्र तस्य भूमिका वर्तते तत्र बृहती भूमिका तत्र वर्तते तत्र विशेषणं विशेष्यं नाम किं, तत्र पदा पद पदमस्ति, पदद्वयमस्ति, पदार्थद्वयमपि अस्ति, अतः पदा पदम् अपि पदार्थः तयोः मध्ये सम्बन्धः वर्तते इति अनेके विषयाः सन्ति, तान् अधिकृत्य तत्र स्वरूपमध्ये करपत्रम् अस्ति, तस्य पठनं वयं किञ्चित् कृतवन्तः, किन्तु तदनन्तरम् अत्र आगतवन्तः तत्र, यतोहि तत्र गन्धवती पृथ्वी इति उदाहरणम् अस्माकं मनसि भवेत् चेत् भवति चेत् तत्र पठनेन लाभः भवति इति कृत्वा तत्र स्थगितवन्तः। अतः तत्र अग्रिमवर्गे तत्र वयं किं कुर्मः, तत्र स्वरूपमहोदयस्य करपत्रं पठामः, किन्तु तस्मात् प्राक् अन्यत् लघु तत्र भाषापाकात् एकं पुटम् अस्ति, तत्र तं करपत्रं तत् करपत्रं पठामः, तदनन्तरं स्वरूपमहोदयस्य करपत्रं पठामः। अतः तत्र अग्रिमवर्गे तत्र विशेषणविशेष्यभावः नाम किम्, अपि गुणवाचकः अपि गुणिवाचकः, यथा तत्र धर्माधर्मी इति आसीत् तादृशं तत्र गुणवाचकः गुणिवाचकः पदस्य विषये लघुकरपत्रं भवति, तदनन्तरं विशेषणविशेष्यभावस्य विषये करपत्रं भवति, तदनन्तरं वयं पुनः अत्र विद्याधरीग्रन्थम् आगच्छामः। अस्तु तर्हि कोऽपि प्रश्नः अस्ति वा एतावत्? महोदय अत्र किञ्चित् विवृणोतु, तटस्थलक्षणं तथा च स्वरूपलक्षणं, गन्धवती पृथ्वी इति गन्धवत्वं पृथिव्याः लक्षणम् इति तटस्थलक्षणमस्ति, तस्य स्वरूपलक्षणं किं वदामः? गन्धवती पृथ्वी इति स्वरूपलक्षणम् इव अस्ति, तादृशम् अस्ति, किन्तु तत्र गन्धवती पृथ्वी इति स्वरूपलक्षणं, गन्धवत्वं पृथिव्याः लक्षणम् इति तटस्थलक्षणम् इति तादृशम् अस्ति भगिनि, तत्र स्वरूपलक्षणं तत्र अहमपि तत्र अन्वेषणं कृतवान्, तत्र एतावत् अहं न प्राप्तवान्, तत्र नैयायिकानां पुस्तकेषु अहं किञ्चित् अन्वेषणं कृतवान्, तत्र स्वरूपलक्षणम् इति तत्र कुत्रापि न भवति, अतः तत्र गन्धवती पृथ्वी इति स्वरूपलक्षणम् इव भासते, किन्तु तत्र तदेव साक्षात् अस्ति न वा इति न जानामि अहं, किन्तु यदि तत्र अहम् अपि पृच्छामि तत्र एतावत् यदि उत्तरं प्राप्नोमि अहं वदामि भगिनि, किन्तु तटस्थलक्षणम् इति एव तत्र नाम येन अन्येभ्यः तत्र वयं तत्र पृथक् कुर्मः तादृशम् एव तत्र तटस्थलक्षणमेव तत्र इष्टम् अस्ति अस्मिन् ग्रन्थे। नाम पुस्तकत्वम् इति स्वरूपलक्षणम् उत्पीठिकायां पुस्तकत्वम् उत्पीठिकायां यः पुस्तकः अस्ति तत् तटस्थलक्षणं तटस्थलक्षणं हा सत्यं भगिनि हा तत्र लक्षणं नाम इन्सिडेण्टल् अथवा तत्र सेकेण्डरी इति वदामः सेकेण्डरी हा हा एक्स्ट्रिन्सिक् इति हा स्वरूपलक्षणम् इन्ट्रिन्सिक् नाम यत् यः धर्मः साक्षात् वर्तते तेन इति तत्र उत्तम उदाहरणमस्ति तत्र परब्रह्मणः लक्षणम् इति तस्मिन् विषये तत्र सर्वे किञ्चित् तत्र अन्वेषणं कुर्वन्तु हा तत्र परब्रह्मणः तटस्थलक्षणं किम् अस्ति परब्रह्मणः स्वरूपलक्षणं किम् अस्ति हा प्रसिद्ध उदाहरणं वदतु भगिनि अन्वेषणं करणीयं तस्य तस्य वाक्यस्य गूगल् माध्यमेन कर्व अहं वेदान्तकक्षे श्रुतवती महोदय तटस्थलक्षणं परब्रह्मणः तटस्थलक्षणं गता यूनिवर्स् एव जगतेव जगतेव तटस्थलक्षणं स्वरूपलक्षणं सच्चिदानन्द सत् सत्यम् आनन्दं अथवा अस्ति भाति प्रियम् इति अस्ति तादृशम् अस्ति सत्यं समीचीनम् आचार्य तथैव परब्रह्मणः तटस्थलक्षणम् इत्युक्ते सगुणरूपं यदि वदं यदि वयं चिन्तयामः तस्य सगुणरूपम् इत्युक्ते वयं श्रीकृष्णस्य कथां शृण्मः तत्र सगुणरूपेण यत् कोऽपि कार्यं परब्रह्मणः द्वारा भवति परब्रह्म करोति स्वरूपलक्षणमित्युक्ते निर्गुणनिराकार इति चिन्तयामः चेत् निर्गुणः अस्ति निराकारः अस्ति सर्वव्याप्तः तस्य स्वरूपम् अस्ति तत् तादृशमपि भवितुमर्हति भगिनि हा तादृशमपि भवितुमर्हति हा समीचीनं हा धन्यवादः भगिनि हा हा धन्यवादः तथैव तथापि भवति यतोहि तत्र हा समीचीनमेव हा अस्तु तर्हि अतः तत्र अस्माकं ग्रन्थे तटस्थलक्षणम् एव इच्छन्ति न तु स्वरूपलक्षणं तटस्थलक्षणं सुलभम् अस्ति इति कृत्वा तत्र एतादृशवर्णनं ते कुर्वन्ति तत्र लक्ष्यस्य षष्टि अपि लक्षणम् इति यद् लक्षणवाचकपदं तत्र प्रायशः मतुप् अपि तदनन्तरं भावप्रत्ययः भवति तत्र वत्वम् इति एव तादृश आकृतिः अस्ति लक्षणवाक्ये इति सारांशः तावदेव अतः यदि अग्रे पठामः लक्षणवाक्यम् एतादृशी आकृतिः सर्वदा भवति अस्तु तर्हि अत्र विरमाम धन्यवादः सर्वेभ्यो नमः मिलामः नमस्कारः धन्यवादः।